परन्तु व्यवहारे षकारात् प्राक् चर् इति सामान्यं सत्यं चर् भवति किमर्थम् इत्येतत् 63 अस्ति तत्र तत् पूर्वमेव भवति इत्यस्ति श्रूयते वा मम ध्वनिः तु श्रूयते किल आमाम् न श्रूयते न श्रोतुं शक्नोमि खण्डितः भवति मध्ये ब्रेक् भवति वा ब्रेक् ब्रेक् भवति तत्र मध्ये मध्ये तत्र किमपि न श्रूयते तत्तु इदानीं सम्यक् एव दृश्यते इदानीं सम्यक् अस्ति मध्ये मध्ये भवति तत्र सर्वदा न भवति मध्ये मध्ये भवति वा हरि ओम् श्रूयते भगिनि बट् मध्ये मध्ये स्टिल् ब्रेक् अस्ति भगिनि ब्रेक् अस्ति बिकास् आफ़् इण्टर्नेट् इट् वास् सी हौ वेन् यू केम् इन् द बिगिनिङ्ग् या ऐ डोण्ट् नो नौ ऐ एम् सिट्टिङ्ग् रैट् नेक्स्ट् टु इट्स् ओके भगिनि विल् कण्टिन्यू I asked my daughter also to switch off from the Wi-Fi, so it's just me now. There is some problem in the net only. From the afternoon, it's like this. Astu, let's see how far. Astu, Bhagini Bhavati, Tatra, Tata, Tatyogaha Shivaha. तत्त्वयोगः शिवः षष्ठोटि अनन्तरम् अस्ति एकनिमिषं भगिनि चत्वम् इति वाच्यम् ओके तस्मात् ओके तत् योगः शिवः जलां जशोन्ते इत्यनेन पदान्ते जलः स्थाने जश् आदेशः तत् इति तद् तद् योगः शिवः स्तोहोश्चुनाश्चुः इत्यनेन शकारस्य प्रभावेण धकारस्य श्चुत्वं तज् योगः शिवः हरि च इत्यनेन जलः स्थाने चर् आदेशः करि परे तच् योगः शिवः षच्छोटि इत्यनेन पदान्तस्य जयः उत्तरस्य शकारस्य अटि परे चकार आदेशः अन्यतरस्याम् इत्यनेन तत् शिवः अपि च तत् शिवः इति दत्तं षच्छोटि इत्यस्य कार्यस्य कृते तत् योगः शिवः वयं जानीमः जलां जशोन्ते प्रथमं कार्यं त्रिपाद्यां प्रथमं कार्यं जलः स्थाने जशादेशः तत् इति भवति अनन्तरं स्तोहोश्चुनाश्चुः इत्यनेन श्चुत्वं भवति तज् इति भवति दकारस्य स्थाने जकार आदेशः यतोहि परः शकारः अस्ति ताळव्यवर्णः तज् इति भवति तज् योगः शिवः खरि च इत्यनेन चर्त्वं भवति खरि च इत्यनेन चर् आदेशः भवति तच् योगः शिवः त्रिपाद्यां कार्यमेव 8239 8440 अनन्तरं 8455 इति करि च अनन्तरमेव तच् योगः शिवः इति षच्छोटि इत्यनेन पदान्तस्य जयः पदान्तस्य जयवर्णः अस्ति तच् चकारः तत् उत्तरस्य शकारस्य अटिपरे अट् प्रत्याहार अत्र हयवरट् चकार आदेशः अन्यतरस्यां तच् शिवः ओ ओके